तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणनु कुर्याम विश्वं शान्तिसमन्वितम्। कुतः स्मरन्ति वा? मरन्दबिन्दुस्सन्दोहैः वसुमतीं भासयन्ति। ज्योत्स्नास्पर्शप्रकटितद्विगुणितरचाकचक्या सोपानत्रयालङ्कृतचतुरवाराहो। एतद् मन्दिरस्य तत्र विवरणं किल? स्मरन्ति किम्? आम् महोदय, पश्यन्तः अस्मि। सः तु वृत्तान्तं वदन् आसीत् खलु, अनन्तरं तस्य परीक्षामपि कृतवान्। सङ्ख्या स्मरति किं भगिनि? न अङ्कितं मया। अन्तिमं मार्च 12 प्रेषितवान् भवान्। वन् एय्टि सिक्स्, तदेव भवान् स्वीकृतवान् वा? 186 तदेव अस्ति इति मन्ये महोदय, किन्तु तस्मात् पूर्वं यत् आसीत् तद् अहं मन्ये भगिनी पठितवती खलु तत्र। कदाचित् रघुवीरः भाडं तद् दृष्टं वा? रघुवीरः कः आसीत्? महोदय, रघुवीरः इति 183 तत्र पश्यतु महोदय, तत्र रघुवीरः इति वयं न पठितवन्तः खलु? आम् तदेव। तर्हि तस्मात् पूर्वं यत् आसीत् तद् तावत् पठितवन्तः इति मन्ये। अस्मै गुप्तसन्देशः कथनीयः न वा? एष न वा, यत्र एतत् जातम्, एतं पुटं समाप्तं, तदनन्तरं पठनीयम्। आमाम्, एतदेव। एतदपि पठितम् अस्माभिः। तत्र कश्चन दुर्गाधीशस्य अन्यः साधोः पात्रं स्वीकृत्य पठितवन्तौ। एवं वा? अस्तु, इतः एव पठामः। यतः सन्ध्या भगिनी स्मरति किम्? न, तत्र सन्ध्या भगिनी एव पूर्वतन भागं पठितवती, तद् पठित्वा समापितवन्तः इति। इदानीं सङ्गणकस्य पुरतः नास्मि, अतः किमपि, किन्तु तद् यद् भवान् उक्तवान् तत्तु अभवत्, तत्र जनद्वयं पात्रद्वयं पठितवान्. तद् तर्हि रघुवीरः इति कः अस्ति? रघुवीरः इति अस्ति खलु, तद् अहं न स्मरामि. नूतन ततः सर्वे पठामः. रघुवीरः कः अस्ति इति न जानामि. रघुवीरः काडम् इति शिरो नमयित्वा प्रतिनिवृत्य पनसशाखातोष्वमुन्मुच्य दुर्गाध्यक्षप्रेषितस्य भृत्यस्य एकस्य हस्ते वल्गादानपुरःसरं समर्प्य अपरदासेरकेण व्यादिष्टमार्गो व्यादिष्टमार्गः नववारिदवारिबिन्दुवृन्दसम्पर्कप्रकटितसिन्धुरसन्दोहसन्तर्पणमधुरगन्धिं रजनीकरकरनिकरविरोचितां भूमिमालोकयन् मन्दं मन्दम् आससाद मारुतिमन्दिरं तत्र च आगन्तुकानाम् एव निवासाय कलितयथोचितसाधनानां प्रकोष्ठानाम् अन्यतमे प्रविश्य गवाक्षान् उन्मुद्र्य वाताभिमुखं नागदन्ति एतत् पठितवन्तः नागदन्तिकासुवर्मवस्त्राणि चावलम्ब्य आसन्नकूपाज्जलमुत्तोल्य हस्तपादं प्रक्षाल्य हनुमन्मूर्तिं दृष्ट्वा कमपि नित्यनित्यनियमम् इव निर्वाह्य दुर्गाध्यक्षप्रेषितं किञ्चित् आहारादिकम् उपगृह्य ग्रीष्मसुखावहानां वातानां सुखमनुभवन् कदाचित् चन्द्रं कदाचित् तारकाः कदाचित् गिरिशिखराणि कदाचित् दुर्गप्राचीरं कदाचित् सुदूरपर्यटद्यामिकयातायातं कदाचिन् नतोन्नतभूभागान् कदाचित् चाब्रङ्कषान् हनूमन्मन्दिरकलशान् अवलोकयन् मन्दिरात् पश्चिमतः परिक्रामपरपादाहतिपिच्छिलपाषाणपट्टिका परिष्कृतवेदिकायां पर्यटन् कञ्चित् समयम् अतिवाहयां बभूव. तावत् वयं पठितवन्तः इति स्मरामि. पठितुं चेदपि वयं चिन्तनं न कृतवन्तः इति मन्ये महोदय. काकली यथा सा बालिका यथा गानं गायन्ती आसीत् तदपि पठितमिति मम भाति. केनापि बालिकया कोकिलां विकलयन्तः वीणां च विगणयन्तः. तर्हि आहत्य रघुवीरः कः अस्मिन् अस्यां? बालकः एव रघुवीरः. अन्य कोऽपि नास्ति खलु तत्र? सो तर्हि सः मन्दिरं प्रविश्य एवं सर्वत्र तत्र दृष्टिं विक्षिप्य कदाचित् तारकेषु कदाचित् चन्द्रे गिरिशिखरेषु इत्यादिकं श्रूयते किम्? श्रूयते महोदय. अस्तु, एतत् पठितम् इति मम अपि स्मरणम्. आम् आं महोदय. सो तत्र अनन्तरं वेदिकायां पर्यटन् कञ्चित् समयम् अतिवाहयां बभूव इति सः दूतः. अग्रेपि गच्छतु. तदपि पठितम्. मरन्दबिन्दुसन्दोहैः इति तत् पठितम्. अग्रे एतत् पृष्ठसङ्ख्या का एषा? अष्टाशीति उत्तर ओ एकशतम्. अष्टाशीति उत्तरे उत्तरे एक अस्तु, तत्र उद्याने सः पश्यति बालिकाम् इति, तत्र आम् कुत्रापि आसं खलु। उद्याने उद्यानात् वयं पठामः महोदय। किमिति? अस्याम् आगन्तुकानाम् उपवेशाय इति ततः वयं पठामः। अस्तु, सर्वैः स्मर्यते खलु तावत् पठितम् इति, स्मरन्ति खलु सर्वे? बालिका महोदय, मन्दिरे वसति, अनन्तरं पार्श्वे उद्यानमस्ति, उद्यानस्य किञ्चित् विवरणं दीयते अत्र, पुष्पवाटिका इत्यादिकं। तत्र चिन्ता नास्ति, इतः एव इतः परं किमिति पश्यामः। हा हंसपक्षवलक्षच्छवि विजित्वर धवल प्रानन्तरं किं तत् धवलग्राववेदिका। ग्राववेदिका। अस्तु, अस्याम् आगन्तुकानाम् उपवेशाय रचिताः पाषाणमया एव कतिचन मञ्चाः। अस्तु, भव्या भगिनी पठति किम्? आम् महोदय, तत्र द्वितीया पङ्क्तिः वन् एय्टि नैन् इति। अस्याम् आगन्तुकानाम् उपवेशाय रचिताः पापाणमया एव पाषाणमया पाषाणमया एव कतिचन मञ्चाः, तेषाम् अन्यतमे उपविष्टाः बालिकैकाः, विसर्ग नास्ति, बालिका बालिका एका, एका, अतः बालिका एका। उपविष्टा बालिका एका। तस्मिन् दिने अहम् उक्तवती खलु, यदा वयं नेत्रयोः चलनं भवति यदा पठने, किञ्चित् पूर्वतनपदं यदा पठामः तदा अग्रिमपदस्य अपि अवलोकनं भवति एव, अतः तत्र झटिति झटिति तस्य लिङ्गं वा वचनं वा क्रियापदः, क्रियापदं भवति चेत् कर्मणि प्रयोग आत्मनेपदित्वमस्ति वा न वा, सर्वम् अवधाने आगन्तव्यम्। अनन्तरं तदा दोषः एव न सम्भवति। प्रथमवारं पठामः चेत् कदाचित् किञ्चित् क्लेशः भवितुम् अर्हति। एकवारं केवलं पठनं अर्थावगमनं भवतु वा न वा चिन्ता नास्ति, केवलं पठनं कृत्वा आगच्छन्ति चेत् बहु सुलभः भवति। अनन्तरम् एतादृश पूर्वतन गद्येषु एवमेव बहु दीर्घदीर्घवाक्यानि भवन्ति, समासयुक्तानि वाक्यानि भवन्ति, सर्वत्र उपमान उपमेयादिकं सर्वं भवति, अतः अस्माभिः किञ्चित् अग्रे अग्रे अपि चिन्तितव्यं भवति। अनन्तरं वदामः खलु, किञ्चित् अस्माकं डिस्क्रिप्शन् यूस् कृत्वा एव वयं पठनं कुर्मः चेत् दोषः एव न सम्भवति। इदानीं पश्यतु, नमया इति अग्रिमायां पङ्क्त्याम् अस्ति, पाषा इति पूर्वतनपङ्क्त्याम् अस्ति, इदानीं पापाणमया इति भवितुं नार्हति खलु, तत्र वयमेव चिन्तयित्वा इट् मस्ट् बि पाषाण इति, यतः एतावत्पर्यन्तम् आगन्तुकानाम् उपवेशाय रचिताः मञ्चाः इत्यादि वेदिका इत्यादीनां विषयः आसीत्, अतः तत् सम्बन्धं कल्पयतु, तदा पाषाण इति आगच्छति एव। कदाचित् दोषः भवति, चिन्ता नास्ति, परन्तु यावत् शक्यम् अस्माभिः सम्बन्धः कल्पनीयः। अस्तु, अग्रे, यतः अग्रे कादम्बरीकाव्यं भवति, गद्यकाव्यं, तत्र एतादृश बहवः सन्ति विषयाः, तदर्थं सज्जीकृताः भवन्तु सर्वे। सायियं वर्णेन सुवर्णं कलरवेण पुंसकोकिलान् पुंस्कोकिलान्, पुंस्कोकिलान् अस्तु अत्र कश्चन विषयः भवति, यदानीं यदा पुमान् इति पदेन सह अत्र सन्धिः भवति, अत्र पुम् इति पदं नास्ति, केवलं पुमान् इति अर्थे पुम् इति उक्तम्। इदानीं पुल्लिङ्गम् इति वदामः खलु, तथा पुंस् कोकिलान् इत्युक्ते कोकिलः पुल्लिङ्गे इति अर्थः। तादृशसमये ककारात् पूर्वम् अनुस्वारात् अनन्तरं ककारः आगच्छति चेत् सुडागमः भवति। भवती जानाति खलु, व्याकरणपण्डिता अस्ति भवती, जानाति। इदानीं संस्कृतम् इति पदं पश्यन्तु, तत्रापि तथा एव, सम् इति उपसर्गः, कृतम् इति तावदेव। परन्तु तादृशविषये समये सकारः, सकारस्य आडगमः अस्ति, तत् सं परिभ्यो इति सूत्रमस्ति खलु। परि इति भवति चेदपि तथा सकारः आगच्छति। इदानीं परि इति उपसर्गेण सह कृ धातोः विषयः भवति चेत् परिष्कार परिष्कृतम् इत्यादीनि भवति खलु, तत्र प्रथमं सुडागमः भवति, अनन्तरं सकारस्य षत्वं भवति, अतः परिष्कार इति। तथा अत्रापि तथा एव पुंस् कोकिलान् इति सुडागमः। केशौ रोलम्ब कदम्बानि ललाटे, केशौ इति भवितुम् अर्हति वा? केशौ इति अस्ति, केशै, केशैः, केशैः कथं भवति? केशै किं पठामि, केशैः रोलम्ब कदम्बानि ललाटेन कलाधरकलां, आं सर्वत्र तृतीया विभक्तिः अस्तु, लोचनाभ्यां खञ्जनान् धरेण बन्धुजीवं हासेन ज्योत्स्नां तिरस्कुर्वती वयसा एकादशमिव वर्षं स्पृशन्ती श्याम कौशेयवस्त्रपरिधाना श्वेतबिन्दुसन्दोहसङ्कुलरक्ताम्बरकञ्चुकिका कण्ठे एकयष्टिकां नक्षत्रमालां बिभ्रति सिन्दूरचर्चारहितधम्मिल्लेन परिशिष्टं पाणिपीडनम् इति प्रकटयन्ती हस्ते पाटलिकुसुम कुसुमस्तबकम् एकम् आदाय शनैः शनैः भ्रामयन्ति तमेव अवलोकयन्ति च अविदितबहुलतारतम्यं मन्दमन्दं मन्दमन्दं मुग्धमुग्धं मधुरमधुरं किञ्चित् गायति इति। पृष्ठतः गच्छतु पुनः तस्यार्थं यावत् शक्यमेव। पाषाणमया कतिचन सेयं वर्णेन सुवर्णम्। किमभवत्? न दृश्यते भव्या भगिन्याः फ्रीज अभवत् वा? न खलु, भव्या भगिनी विवरणं विवरणं न महोदय, अत्र अत्र तत्र बालिकायाः वर्णनम् अधुना क्रियते, तत्र सुवर्णवर्णीया वर्तते, कलरवेन तत्र कोकिलानां रवः यथा भवति तादृशं तस्याः तादृशमपि न, कलरवेण पुंस्कोकिलान् अपि जितवती, वर्णेन स्वर्णमपि जितवती इति, अतः तेषाम् अपेक्षया तस्य एव औन्नत्यम् इति सर्वे, तदेव तत्र तिरस्कुर्वति इति सर्वत्र सर्वत्र भवति। केशैः तु ता सा रोम रोलम्ब कदम्बानी कदम न जाने किम्, रोलम्ब इति कश्चन पुष्पविशेषः इति अहं चिन्तयामि, अर्थं पश्यामश्चेत् अवगम्यते इति मन्ये। पूर्वमपि आगतं रोलम्ब कदम्बानी इति भ्रमरसमूहान्, भ्रमर, ओ भ्रमरसमूहान् वा, तादृश कदम्बम् इति पुष्पसमूहः इति अहं चिन्त, पूर्वमपि आगतं कुत्रापि, कृष्णवर्णीय ओ सः एव केशैः रोलम्ब कदम्बानी इत्युक्ते पुष्प भ्रमरसमूहः उत्तमम् तादृशं कृष्णवर्णीयं वर्तते इति वा? उत्तमम् ललाटेन कलाधरकलामिति, तत्र कलाधरकलाम् इत्युक्ते तत्र चन्द्रस्य चन्द्रस्य कला. चन्द्रस्य कला कदाचित् किञ्चित् चतुर्थी चन्द्रः वा मध्ये पक्षस्य मध्ये भवति चेत् किञ्चित् वक्ररेखा इव भवति खलु, तथा ललाटे तादृश चिह्नं धरति इति प्रायः भवितुम् अर्हति. ललाटे अस्ति खलु, अथवा अथवा ललाटेन कलाधरकलामपि जयति इत्युक्ते अत्र कला इत्यस्य अर्थः किमिति दत्तम्, कस्मिन् अर्थे भवति, नास्ति वा? कला इति चन्द्रकला इति चिन्तयामि. भवतु अग्रे. आम् अस्तु महोदय. तदनन्तरं लोचनाभ्यां खञ्जनान् इति अस्ति. खञ्जनान् इत्यस्य अर्थः कः? खञ्जना इत्यस्य अर्थः कदाचित् केचन न इदानीमेव खादनं दृष्टवती अहम्. अस्तु अग्रे वदतु, अग्रे पश्यतु, अहं पश्यामि. कञ्चनान् अनन्तरम् अधरेण बन्धु जीवन् जीवम् इति तदपि न जानामि. बन्धुजीवम् इत्यस्य अर्थः रक्तकम् इति. हासेन ज्योत्स्नां, ज्योत्स्नामपि सा तिरस्कुर्वती. वयसा तु एकादशमिव वर्ष तावदेव. अस्तु. श्याम कौशेय वस्त्रपरिधान वस्त्रं तादृशवस्त्रं परि धृतवती. श्वेतबिन्दु सन्दोह संकुल रक्ताम्बरण कञ्चुकिका. श्वेतबिन्दु सन्दोह रक्ताम्बरम् अपि तत्र कञ्चुकिका इति ब्लौस् भवति, चोलिका, चोलिकां स्वीकृत्य तत्र रक्तवर्णीय चोलां धृतवती. कण्ठे एकयष्टिकां नक्षत्रमालां बिभ्रति. नक्षत्रमाल एकयष्टिकाम् इत्युक्ते प्रायः एका एव सूत्रता भवति इति, एकस्य इत्युक्ते वन् स्ट्राण्ड् इति भवति खलु, सिङ्गल् स्ट्राण्ड् तथा भवितुम् अर्हति. नो चेत् वन् स्टोन् इति न भवति वा महोदय? वन् स्टोन् यष्टि इति अस्ति खलु, अत्र सप्तविंशति मौक्तिकः इति अस्ति. एकयष्टिका, एका यष्टि इत्युक्ते सप्तविंशति, विंशति मौक्तिकः सङ्ख्याकाः. सिन्दूरचर्चारहित धम्मिल्लेन परिशिष्टं पाणिपीडनम् इति प्रकटयन्ति. इत्युक्ते तत्र हस्ते धमिलं किम्? केशसमूहेन. ओ, संयतकेशसमूहस्य तथा नाम वा? पोनीटेल् चर्चारहितेन कुङ्कुमं तत्र शिरसि नासीत् इति. कुङ्कुमं यत्र अतः इतोपि अविवाहिता इति. पाणिपीडनं केवलम् एकादशवर्षीया. तावदासीत्. तदनन्तरं अतः अत्र पश्यतु, सिन्दूरचर्चारहितधम्मिल्लेन परिशिष्टं पाणिपीडनम् इति, इत्युक्ते परिशिष्टम् इति इतोपि करणीयं, पाणिपीडनम् इत्यस्य विवाहः इति अर्थः प्रकटयन्ति. पाटलिकुसुमस्तबकम् एकम् आदाय इत्युक्ते तत्र तत्र धृतवती इति. हस्ते हस्ते हस्ते ओ हस्ते पाटलिकुसुम अत्र खञ्जनान् इति आगतं खलु, तस्य खञ्जनम् इत्यस्य अर्थः भवति, एकः अर्थः कश्चन पक्षिविशेषः, अन्यत् अन्यत् भवति किञ्चित् वयं तत्र खञ्जः कथं पदचलनं करोति, किञ्चित् लिम्पिङ्ग् खलु खञ्जः, तदेव खञ्जनं, तदपि अर्थः भवति, किञ्चित् वक्ररीत्या चलनं पदचलनं, तस्मिन् अर्थे भवति वा इति किञ्चित् पृष्ठतः अत्र लोचनाभ्यां खञ्जनान् तिरस्कुर्वती अस्ति. तर्हि लोकनाभ्यां भवति चेत् न तत्र चलनं न भवति, तदा कश्चन पक्षिविशेषः भवति, तस्य किञ्चित् रक्तवर्णपक्षी भवति, लोचनानाम् इति अस्ति इति कारणात् तस्य पक्षिणः नेत्रं तथा भवति इति, नेत्रद्वयम्. अनन्तरं स्तबक इत्युक्ते गुच्छ इति, तत् स्वीकृत्य शनैः शनैः भ्रामयन्ति, तमेव अवलोकयन्ति च, तत्र तत्र बालम् अवलोकयन् सा आसीत् इति. अविदित बहुल तान तारतम्यं मन्दं मन्दं मुग्धं मुग्धं मधुरं किञ्चित् गायति इति. अस्तु, तारतम्यम् इत्युक्ते तत्र करप् तमप् इति प्रत्ययोः सङ्गमः तारतम्यम् इति, इत्युक्ते तालम् अपि भवति रागम् अपि भवति चेत् रागम् उत्तमम् अस्ति वा तालम् उत्तमम् अस्ति वा इति तारतम्यं पश्यामः, कम्पेरिसन् इति तावदेव, विच् इस् बेटर् इति. अतः तत् तारतम्यं तादृश एकं गानं गायन्ति, तस्य भावः रागः सम्यक् अस्ति वा तानं सम्यक् अस्ति वा इति वयं निर्णयं कर्तुं न शक्नुमः, तादृश अविदितं तस्य अर्थः अपि नास्ति, किमपि रागमेव गायन्ति, मन्दमन्दं मुग्धमुग्धं मधुरमधुरं किञ्चित् गायति इति. पुनः पुनः ये द्वित्वं किमर्थम् आगच्छति इत्युक्ते तत्र तत्र बहु मन्दं बहु मुग्धम् इति वक्तुं बाहुल्यं दर्शयितुं द्विवारमपि भवति. पुनः पुनः इत्यस्य तद्धितपदं भवति, पौनः पुण्यम् इति वदामः खलु, तरप् तरप् च तमप् च इति तारतम्यम्. अग्रे भगिनी पठति किम्? पठामि. यद्यपि नैतया सरस्वतीस्वरूपया अज्ञात तातोत्सङ्गशयनातिरिक्त सांसारिकसुखया कदापि गातुं शिक्षितं न वा गायकानां तास्ताः कर्णरसायनमूर्छनाः कर्णातिथीकृताः तथापि भज्यमानमपि त्रुट्यमानमपि आमृड्यमानमपि अदर्शितरागविशेषमपि आरोह अवरोह ध्रुवाभोगालङ्कारादिकथाशून्यमपि निजकल्पनामात्रं तद्देशीयग्राम्यस्त्रीगानानुकल्पं सुदीर्घस्वररणनं गानमिदं परमसरसं परममधुरं परमहारी च आसीत्. किं किम् अस्ति एतत् सरस्वती सदृशरूपम् अस्ति तस्याः, इत्युक्ते बहु सुन्दरी अस्ति, अपि च गायन्ती अस्ति. अज्ञात तातोत्सङ्ग पश्यतु, एतत् तातोत्साङ्गशयनातिरिक्तसांसारिकसुखया कदापि गातुं न शिक्षितम् इति अज्ञातं, तत् नियतरीत्या शास्त्रोक्तरीत्या गायनशिक्षा न दत्ता तस्यै, न प्राप्ता तया, परन्तुपि तथा अथवा गायकानां तास्ताः कर्णरसायनमूर्छनाः इति, तत् सङ्गीतविषयकाः ते सर्वे, मूर्छना इत्युक्ते रागालापः इति, तानम् इत्युक्ते तालम् इति, पूर्णमपि एक पूर्वमपि एकवारम् आगतं तत् सर्वं, सः तान् सिङ्ग् इति उक्त्वा गौरवर्मः गौरसिंहः अफजल् खानस्य सभां गच्छति खलु, अहं सङ्गीतं गायामि इति सः उक्तं, सङ्गीतं गीतवान् एव, तत् तदापि एतत् सर्वम् आगतं, तान्पुरा इति तत् श्रुतिसम्मेलनं कर्तुं तत् वाद्यमस्ति खलु, तत् सर्वम् आगतम्. अतः कर्णरसायनमूर्छनाः सङ्गीतशिक्षां न प्राप्तवती चेदपि तस्य अस्माकं कर्णयोः रसायनमिव पतति, तावत् मृदु मधुरं बहु सम्यक् अस्ति इति, तादृशमूर्छनाः कर्णातिथि न कर्णातिथि कृतः, कर्णयोः अतिथि आतिथ्यं ददाति तस्य सङ्गीतं, तस्याः सङ्गीतम् अस्माकं कर्णयोः आतिथ्यं ददाति इति. तमिळुभाषायाम् एका उक्तिः अस्ति, जानाति खलु भवती, श्रुतवती वा लक्ष्मीनारायणमहोदय? अदक காது காதுக்கு விருந்து அளித்தது அளித்த பிறகு வயிற்றுக்கும் கிஞ்சித் அளிக்கப்படும் இது சம்மதி அஸ்தி, விருந்து அளிக்கும். அத்த எவ கலு அமெரிக்கா தேசே யதா யதா ரங்கமஞ்சப்பிரவேசஸ்ய சமாரம்பம் பவதி, நிருத்தியம் வா பவது கானம் வா பவது, ததனந்தரம் உதரபூர்ணம் போஜனமபி தீயதே. अतः तमिळुभाषायां या उक्तिः आसीत् तत् सत्यं, तस्य समर्थनं भवति अमेरिकादेशे एव, न तु भारते. केचन जनाः सङ्गीतं नृत्यं सर्वं सम्यक् अनुभूय तत्र तृप्तिं प्राप्नुवन्ति वा न वा, अथवा भोजन भोजनतृप्ति रसनास्वभावः, रसिक यद् वदामः खलु एस्थेटिक् सेन्स् इति, तादृश अनुभवं प्राप्नुवन्ति वा न वा, भोजनं सम्यक् खादन्ति अनन्तरं. भवतु भवतु. कर्णातिथि कृताः इति, कर्णस्य कृते कर्णयोः कृते अमृतमिव आतिथ्यं ददाति दत्तम् इति. अपि भज्यमानाः इति, भज्यमानमपि, भज्यमानम् इत्युक्ते स्खलत् इति अस्ति, क्षिणष्टि भज्यमानम्। गानमिति तस्य भज्यमानं तथापि भज्यमानं तुट्यमानं विच्छिन्नप्रायः। न तुट्यमानमपि, भज्यमानम् इत्युक्ते तत्र किञ्चित् भागः भवति इति अर्थः इति मन्ये. स्खलत् स्खलत् इति भज्यमानं अस्ति, स्खलनं, स्खलनं भवति. गानविशिष्टभज्यमानम् इति, गानम् एतत् सर्वं गानस्य विशेषः। अतः शास्त्रोक्तरीत्या तस्याः गानं न आसीत्, मध्ये मध्ये त्रुट्यमानमपि भज्यमानमपि तादृश किञ्चित् आम्रेडनम् इत्युक्ते पुनः पुनः पुनः वदति पुनः खलु पुनः तस्य पुनः आम्रेडनम् हा इति, यत् गीतं तदेव पुनः गीतं भवति, तया तथा भवति आसीत् चेदपि आदर्शितरागविशेषमपि कः रागः इत्यपि ऊहितुं न शक्तं, तादृशरागम् अविदितरागम् अश्रुतरागं भवितुमर्हति. आरोह अवरोह ध्रुवाभोगालङ्कारादि कथाशून्यमपि तत्र, एते आरोह अवरोहणम् इति सङ्गीतविषयाणां शास्त्रोक्तरीत्या गानं गातव्यं चेत् एतत् सर्वस्य एतेषां सर्वेषाम् अनुकरणं करणीयं भवति. अतः तादृश अलङ्कारादि कथाः इत्युक्ते विषयाः इति स्वीकरोतु, तेन तैः रहितं चेदपि निजकल्पनामात्रं. तद्देशीयग्राम्यस्त्री गानानुकल्पं फोक्, साधारणतया ग्रामेषु स्त्रियः किमपि कार्यं कुर्वन्ति चेदपि एवं सङ्गीतं गायन्त्यः एव एतत् कार्यमपि कुर्वन्ति, तत्र ग्रामेषु तथा एव किमपि गायन्ति, तत्र तालं वा रागः वा किमपि न भवति, परन्तु अनन्तरं सुदीर्घस्वररणनं. मनोहारी परमहारी च आसीत्, परममधुरं आसीत् परमसरसम्। अग्रे अपि किञ्चित् पठतु, अहमेव भवत्या भवतु नास्ति पठनं. चिन्ता महोदय। रघुवीरसिंहस्तु स्वरालापश्रवणेन एव परवशः विलोक्येन एनां कोऽहं काहं कय के के का इयं किमिदम् इत्यखिलं योगपद्येनैव विससस्मार। ओहो ओहो विस्मृतवान् आश्चर्यम्, एष फणिफणा भूत्कारेष्वपि सक्रोधहर्यक्षजृम्भारम्भेष्वपि भल्लतल्लजाग्रपरिस्पर्धिखरनखरभल्ल भल्लधावनेष्वपि घनघनाघनघर्षणविघट्टितगैरिक व्रातजलप्रपातगिरिगह्वरोत्फालेष्वपि तरलतरतरङ्गतोयावर्तशताकुलतरङ्गिणीतीव्रतरवेगेष्वपि गण्डकमण्डलघोणाघर्षणघोरघर्घराघोषघोरतर प्रान्तरेष्वपि च धैर्यं न त्याक्षीत् नात्याक्षीत् कार्यजातं न व्यस्मार्षीत् आत्मानं च न न्यगकार्षीत् तस्य अधुना स्विद्यन्त्यङ्गानि एजते गात्रयष्टिः विमनायते हृदयम् अञ्चन्ति रोमाणि शुभ्यति च मनः तत् कथमिदं किमिदं कुतः इदम् अहः सत्यं वीरबालोऽपि एषः प्राप्यावसरम् आहतो मदनमृगयुना इति भो किमपि अस्ति महोदय अत्र कुत्रापि सः परवशः अभवत्। रघुवीरसिंहः तत् श्रुत्वा तां दृष्ट्वा परवशः अभवत् अपि च चिन्तयति इयं का इति एतत् किम् इति एकस्मिन्नेव समये सः चिन्तयन् अस्ति अपि च फणिफणाभूत्कारेष्वपि इत्युक्ते फणि किं नाम सर्पः, सर्पः तादृशप्रायः वनं, मनस्य विवरणं सर्पस्फष्टा भू सक्रोधस्य कुपितस्य भूत्कारेषु अपि, सक्रोधहर्यक्ष जृम्बारम्भेष्वपि। मुखव्याधा केन पठ्यते गमनेषु इदानीं? विवरणं करोति महोदय। मया पठितं महोदय परन्तु विवरणं न कृतं परन्तु तदा विवरणं सम्पर्कः एव भग्नः जातः मया। विवरणं न कृतं महोदय अस्तु। चिन्तयन्ती अस्मि बहु किमपि अस्ति अस्तु भल्लतल्लजानां मनस्य एव जृम्भा विवरणं विमला महोदय, हा किं वनस्य एव विवरणम्। अत्र सर्पाणां विवरणम्, अत्र हरि इति प्रायः सिंहस्य विवरणम्। तत्र किञ्चित् फणिफणाभूत्कारेषु टीकां पठतु, कानिचन पदानि एव दत्तानि, तत्र सर्वेषाम् अर्थः न भवति। हर्यक्षः इति केशरिणः, हर्यक्षः केशरी हरिः इति सिंहः, अस्तु। जिम्बारम्भेषु मुखव्याधानोपक्रमणेषु इत्युक्ते तत् यानिङ्ग् भवति खलु, हा जृम्भः, तस्य आरम्भे। भल्लतल्लजानां प्रशस्तभल्लानां हत्तल्लिका व्याधा निषादाः सन्ति खलु। तल्लजा नाम प्रशस्ताः इति तद् समासपुस्तके आगच्छति मत्तल्लिका मध्ये तदेव, बहु निपुणः भवति चेत् पण्डिततल्लज तथा भवति खलु, आम् आम् पण्डितप्रकाण्डः भाषातल्लज इति प्रशस्तम्। अग्रस्य परिस्पर्धिनः प्रतिद्वन्द्विनः खराः कठोराः नखराः नखाः येषां ते च ते भल्लाः वृक्षाः नाम वृक्षाः नाम भल्लूकाः तु तादृशेषु वनेषु अस्ति तत्र सर्पेषु अपि सक्रोधसिंहेषु अपि तादृशभल्लूकेषु अपि धावनेषु अपि घनघनान् घनघर्षणविघट्टितगौरिकव्रातजलप्रपातगिरिगह्वरोत्फालेष्वपि तत्र किमस्ति इत्युक्ते एषः स्वस्य धैर्यं न त्यक्तवान् स्वस्य कार्यं न त्यक्तवान् कदापि मार्गात् न तस्य एतत् किं किम् एतावत् ईदृशो भवति यत् स काम्प्रहाहे तस्य सः पसीना निकल् रहा इति हिन्दी हिन्दी वे हिन्दी भाषासु सम्यक्तया लिखितमस्ति. इस बालक को शिकारी कामदेव ने अवसर पाकर घायल कर दिया इति. हिंदी टीका, हिंदी टीका में अस्ति शरीर का अत्र तु सति सप्तमी प्रयोगः इति चिन्तयामि. अत्र हिन्दी टीकायां पूर्णं वाक्यम् अर्थयुक्तं वाक्यं दत्तं किम्? आं महोदय, तत्र तत् पश्यतु, पठतु, पश्यामः. बहु बहु दीर्घमस्ति, पठामि महोदय. इतः एव पठतु, चिन्ता नास्ति. अस्तु अस्तु. हो आश्चर्य है जिसने सर्पों के फनों की फुक्कारों में भी, क्रोधाविष्ट सिंह की जमुहाई के समय भी, उत्तम भालों के अग्रभाग के प्रतिस्पर्धी तेज नाखून वाले रोछों के मारने के लिए दौड़ने के समय भी, घने बरसते हुए बादलों के घर्षण से विदलित हुए और गेरु मिले हुए पत्थरों पर गिर रही जलधाराओं वाली पहाड़ी गुफाओं में कूदने में भी, अति चंचल तरंग वाले जल में विद्यमान सैकड़ों भौरों से भरी हुई नदियों के तीव्रतर वेग में भी, गैंडों के समूह की नासिकाओं के घर्षण से उत्पन्न घोर गर्गर शब्द के कारण भयानक दूर तक फैले शून्य मार्गों में भी धैर्य नहीं छोड़ा, अपना काम नहीं भुलाया, अपने को पतित नहीं किया, इस समय उसी के अंग पसीने से तर हो रहे हैं, शरीर कांप रहा है, हृदय अनमना हो रहा है, रोमांच हो रहा है और मन क्षुब्ध हो रहा है. ये कैसे, ये क्या, ये कहां से? अरे सचमुच इस वीर बालक को भी शिकारी कामदेव ने अवसर पाकर घायल कर दिया. मन्मथस्य मन्मथस्य कार्येषु किञ्चिदपि विवेकः एव नास्ति इति मन्ये. सः केवलं षोडशवर्षीयः, बालिका तु एकादशवर्षीया. एकादशवर्षीया एतयोः मध्ये अमेरिकादेशे इव तत्र दर्शितमस्ति. अस्तु, अस्तु. अत्र मम तु किञ्चित् हिन्दीभाषायां टीकायां, परन्तु तात्पर्यम् अवगतम्. अस्तु, चिन्ता नास्ति. इदानीं सर्वैः अवगतं चेत् अग्रे गच्छामः. महोदय पठति किम्? तादृशवीरः व्याधसदृशः वीरः तत् क्रूरमृगैः सह सर्वं कलहं कृत्वा वा अथवा युद्धं कृत्वा वा तत्रापि जयं प्राप्तवान्. यः केवलम् अत्र पराजयं प्राप्तवान् मदनस्य. अस्तु, अग्रे अग्रे सरामः. तावत् अकस्मात् रघुवीर त्वं शिववीरस्य चरः असि, गूढाभिसन्धिषु प्रेष्यसे, अल्पं तव वेतनं, साधारणी तवावस्था, खड्गधार धारावलेहनं इव अवलेहनमिव कष्टतरं तव कार्यं, कैशोरं वयः, कैशोरं तत्र कैशोरं वयः इत्युक्ते किशोरस्य भावः. किशोरस्य तत्र रामायणे चर्चां कृतवन्तः. अबहुदर्शी हृदयं, सर्वत्र जागरूको राजदण्डः, अवितर्कणीया च भाविनी घटना, तत् मा स्म त्वं मुखचन्द्रावलोकनैः सीधुतृषाभिः सीदुतृषाभिः कोमलाङ्ग अलिलि अलिलिङ्ग अलिलिङ्गिषाभिः आलिङ्गि आलिलिङ्गिषाभिः आलिङ्गि आलिलिङ्गिषाभिः मधुरालाप शुश्रूष शुश्रूषाभिः शुश्रूषाभिः च आत्मानं विक्रीणीष्व विक्रीणीष्व इति अन्तःकरणेन स्वयमेव प्रबोधितः नेत्रे प्रमृज्य स्तम्भावष्टम्भं परिहाय लोचनयोः अपरिस्फुरत उपरि उपरि उपरि स्फुरतः उपरि उपरि स्फुरतः कुञ्चित कचानपसार्य कचानपसार्य कुञ्चिककचान् अपसार्य शीतलं कञ्चान् अपसार्य तत्र पूर्वमपि उक्तं खलु अवलोकनैः अधरसिदु तत्र कोमलाङ्गि कोमलाङ्ग आलिलिङ्गिष आलिलिङ्गि आलिङ्गितुम् इच्छा भवति चेत् आलिलिङ्गिष ताभिः इति अर्थः भवति. शीतलं निःश्वस्य च आत्मनः दशां स्मरन्नेव पुनः तामेव कौमारात् परं वयः अचुचुम्बिषन्तीं कुसुम तत्र आकारः नास्ति खलु वयः चुचुम्बिषन्ति वयः तावदेव चुचुम् आकारः वयः चुचुम्बिषन्तीं कुसुम कुङ् कुङ् कुड्मल कुड्मल कुड्मल कुसुम कुड्मल धूर्ण धूर्णन घूर्णन घूर्णन व्याजेन घूर्णन व्याजेन यूनां मनोघूर्णयन्तीं सौन्दर्यसारावतार स्वरूप स्वरूपामैः स्वरूपाम स्वरूपाम् ऐक्षिष्ट रूपाम् ऐक्षिक्ष्ट ऐक्षिक्ष्ट ऐक्षिष्ट इत्युक्ते इक्षते ईक्ष ईक्षुधातोः लुङ्लकारस्य भवति इतः दृष्टवान् इति अन्ततो गत्वा अर्थः अपश्यत् इति तत्र तात्पर्यं वदामः वा. सः मया एतत् न करणीयम् इति सः तत्र स्वयमेव तदा तस्य मनसि एव इतः पूर्वम् आसीत् तस्य तस्याः कन्यायाः कृते आकर्षणम् अधिकं बलयुक्तम् आसीत् परन्तु तस्मिन्नेव समये युगपत् तस्य मनसि विवेकः अस्ति खलु विवेकः तथा मास्तु भवतु त्वं तु शिववीरस्य गूढचरः असि अतः गूढाभिसन्धिषु प्रेष्यसे केवलं गूढक्षारकार्ये एव भव प्रेष्यसे इति अस्ति खलु तत्तु कर्मणि प्रयोगे मध्यमपुरुषप्रयोगः भवति त्वम् इति कारणात् एतादृशप्रयोगः बहु पूर्वेण एव आगच्छति सर्वे भवान् भवान् इत्येव कुर्वन्ति. अस्तु अतः अल्पं तव वेतनं अधिकधनमपि न भवति अल्पमेव साधारणी अवस्था अधिक सुरक्षणां व्यवस्थाः न सन्ति खड्गधारावलेहनमिव कष्टतरं तव कार्यं खड्गस्य धारा भवति खलु ब्लेड् तस्य अवलेहनम् इत्युक्ते जिह्वया वयं तत्र लेह लिह्यं भवति चेत् तत्र बहु अपायकरविषयः खलु तत् तादृशकष्टतरं भवतः कार्यं वयः तु केवलं किशोरवयस्कः अतः अबहु दर्शिहृदयम् अत्र अकुतो भयः इति वयं समासं दृष्टवन्तः खलु असूयं पश्याः अकुतो भयः तथा एव अदर्शिहृदयम् इति. अस्तु सर्वत्र तादृशविषयान् न तस्य हृदयं न अनुभूतवत् सर्वत्र जागरूको राजदण्डः तदर्थं शत्रुपक्षे सः शत्रुपक्षेण गृह्यते चेत् राजदण्डः कथम् अस्ति गूढचाराणां दण्डः तद् अतः तस्मिन् विषये जागरूकता आवश्यकी अवितर्कणीया च भाविनी अवि एवं न पठतु महोदया अवितकरणीया इति न भवति तर्कणीया वितर्कणीया इति एकं पदम्, अवितकर्णीया अवितर्कणीया इति युगपत् पठितव्यं, भाविनी घटना अवितर्कणीया, किं भवति इति तत्र किञ्चिदपि वयं चिन्तयितुमपि न शक्यते, तथा भवतः जीवनम् इति. अतः माश्मत्वं मुखचन्द्रावलोकनैः अधरसीधुदृशाभिः कोमलाङ्ग आलिङ्गिषाभिः मधुरालापशुश्रूषाभिः च आत्मानं मा विकृणीष्वाह इति तत्सर्वं निवारयतु इति अर्थः. न आत्मानं विकृणीष्व इत्युक्ते डोण्ट् गेट् सोल्ड् इति अर्थः तत्र. अस्तु, यन्त्रकरणेन स्वयमेव. अत्र किञ्चित् संध्या भगिनी भवति भवत्याः खलु इदानीं पर्यायः, तत्र अग्रे पठितेषु वाक्येषु किञ्चित् अर्थं वदति किम् अग्रे? आं महोदय, अद्य अहं शृणोमि केवलम्, अन्य कोऽपि करोति वा? अस्तु, अत्र सुधा भगिनी अस्ति वा अद्य? नास्ति. साधारणतया चित्रे न दृश्यते सा. अस्तु, विमला भगिनी भवती एव तस्य अर्थं किञ्चित् वदतु अग्रे. इति अन्तःकरणेन स्वयमेव प्रबोधितः अनन्तरं किं कृतवान्? नेत्रे प्रमृज्य स्तम्भावष्टम्भं परिहाय, तस्य अर्थः कः स्तम्भावष्टम्भम् इति? नेत्रयोः नेत्रे यदि जलमासीत् तत् प्रमृज्य स्तम्भावष्टभ्यपरिहाय, सः स्थितः आसीत्, दर्शयतु टीकां दर्शयतु. स्तम्भ्य तृषापि नास्ति, स्थगितरीत्या यदा सः अस्ति, स्थगितः आसीत् तत्तु परिहाय, तत् परिहाय त्यक्त्वा इति. शीतलं निश्वस्यतु, लोचनयोः उपरि किञ्चित् कचानपसार्य, तस्य केशान् अपसार्य, लोचनयोः उपरि यदासीत् शीत श्वास तु शीतलमासीत्. न, सः बहु उष्ण्यम् आसीत् तस्य श्वासेषु. इदानीं तत्र किञ्चित् शमनं भवति तस्य आतङ्कस्य शमनं भवति चेत् शीतलं निश्वसित निश्वास भवति. अहं कः, मम कार्यं किम् इति स्मरन् तामेव कौमारीं दृष्ट्वा कुसुमकुड्मलघूर्णेन व्याजेन इत्युक्ते तत्र घूर्णन कुसुमकुड्मल नाम कुसुमगुच्छस्य पश्यन्निव व्याजेन. अस्तु, पश्यन्निव वा सा किं कुर्वती अस्ति? तत् पुष्पस्तबकं हस्ते हस्ताय गृहीत्वा इतस्ततः इत्यस्य भ्रामयति खलु, तथा एव सा आगच्छन्ती आसीत् तत्र. तादृशीं चुचुम्बिनीं सां कन्यकाम् इति अग्रे आगच्छति. यूनां युवतीं मनः घूर्णयन्तीं सौन्दर्यसारावतारस्वरूपाम् ऐक्षिष्ट दृष्टवान्. अस्तु, अग्रे केन पठ्यते? पुनः आदितः. अथ सा तु सौवर्णी, सौवर्णी तातस्त्वाम् आकारयति इति कस्यापि वटोरिव वाचमाकर्ण्य आम् एषा आगच्छामि इति मधुरम् उदीर्य उत्थाय वेदिकातः अवतीर्य वाटिकायामेव दक्षिणतः सुधाधवलमेकं गृहं प्राविशत्. तत्र आम् अग्रे, रघुवीरसिंहस्य समीपतः रघुवीरसिंहस्य समीपतः एव गता इति गमनसमये सचकितं सगतिस्तम्भं परिवृत्तग्रीवं कोयम् इत्येनं क्षणमवलोक्य अवलोकयामास इत्येनं क्षणम् अवलोकयामास. परतश्च स्यात् कोऽपि इति समुपेक्ष्य गृहं प्रविष्टा इति अपरः अपि जातः वशीकारप्रयोगप्रकृतः प्रचारः सम्यक् अस्ति एतत्. प्रथमम् एषः कः भवेत् इति किञ्चित् चिन्तयित्वा इव आम् कोयम् इति अस्तु तदा क्षणम् अवलोकयामास अनन्तरं अनन्तरं सः कोऽपि तदनन्तरं स्यात् इति उपेक्ष्य गृहं प्रविष्टा इति अपरः अपि जातः वशीकारप्रयोगप्रचारः तादृश किमपि स्यात् इति सः गच्छति चेदपि सः अपि कश्चन वशीकारप्रयोगः प्रचारः इति ओहो एतत् पश्यामश्चेत् वयं जङ्गल् बुक् इति वाल्ट् डिस्नी चित्रमासीत् खलु प्रथमं कार्टून् रीत्या तत्र प्रथमवारं मानुषी एकां बालिकां पश्यति खलु सा तदा तस्य वर्तनम् अनन्तरं बालिकायाः वर्तनं तत्सर्वं किञ्चित् स्मरन्ति चेत् अवगम्यते एवमेव अस्तु. रघुवीरश्च ततः प्रतिनिवृत्य पुनः स्वाधिकृतकोणकोष्ठम् एव आयातः आयातः पुनः तत्र स्वाधिकृत प्रकोष्ठं इत्युक्ते गतम् स्वायत्त इति स्वाधीने एव भवति इति स्वाधिकृतकोण पूर्वं तेन प्रयुक्तं प्रकोष्ठम् सः आया तत्र आगतवान् इति पठति किं भव्या भगिनि निर्दिष्टस्वायावास स्वावास स्ववासप्रान्तकक्षम् प्रान्तकक्षा इति अत्र इतोपि भव्या भगिनी पठति वा अथवा विरमामः वा अस्ति खलु समयः. समयः अस्ति महोदय इतोपि एकं चक्रं गच्छामि आम् रघुवीरः च ततः प्रतिनिवृत्य पुनः स्वाधिकृष्ट स्वाधिकृतकोणकोष्ठम् एव एव आयातः आयातः आगतः अदभवत् अग्रे तत्र च गवाक्षजालप्रसारितैः राजतमार्जनी निभैः कलानिधिकरनिकरैः सामूह्य संशोधित इव अन्धकारे पयः पयोधिकेनैः इव आस्त्रुते शयनीयपीठे उपविश्य कदाचित् अधः इव मुखं विदधत् कदाचित् कपोलं करे कलयन् कदाचित् जालान्तरेण तारकमण्डलम् अवलोकयन् कदाचित् किमिति मृषा चिन्तनैः इति आत्मना एव आत्मानं सान्त्वयन् कदाचित् निद्रे कुत इव विद्रुता असि इति अशान्तिं बिभ्रत् पार्श्वतः पार्श्वे परिवर्तमानः होराम् एकाम् अयापयत् अस्तु सम्यक् अस्ति एषः विषयः अस्तु तत्र पृष्ठतः गच्छतु वदतु तत्र कोष्ठम् आगतवान् तदनन्तरं गवाक्षजालप्रसारितैः तत्र अहं मन्ये तत्र मक्षिकाणां कृते तत्र जालं प्रसारितम् अस्ति खलु तथा न न न न गवाक्षे गवाक्ष इत्युक्ते किञ्चित् उपरि लघु वातायनं भवति खलु तस्य गवाक्षम् इति वेण्टिलेटर् इति वदामः खलु तत् गवाक्षं पूर्वतनकाले तथा एव आसीत् तत्र तत्रापि जालप्रसारितं भवति इत्युक्ते मेश् इति भवति राजतमार्जनी निभैः कलानिधिकरनिकरैः सम्यक् अस्ति कलानिधिकरनिकरैः इति चन्द्रकिरणानां समूहः तत् कथमस्ति इत्युक्ते राजत रजत लोलोहः अस्ति खलु सिल्वर् तत् तथेन कृतमार्जनी इव रजतयुक्तमार्जनी इव सदृशाः कलानिधिकरणकरैः चन्द्रस्य किरणानि. अनन्तरं यतः जालम् इति किमर्थम् उक्तम् इत्युक्ते मध्ये मध्ये वृक्षाः भवन्ति चेत् वृक्षस्य पर्णानि पूर्णतया विस्तारेण न भवति, तत्र तत्र रन्ध्रः समूह्य संशोधित अन्धकारे अन्धकारस्य किञ्चित् संशोधित इत्युक्ते तस्य न्यूनीकरोति इति, फिल्टर् करोति इति. अनन्तरं पयः पयोधि फेनैरिव आश्रुते, पयः पयोधि इत्युक्ते क्षीरसमुद्रः न भवतु भवितुम् अर्हति, तत्र तस्य फेनः भवति. फेनः इत्युक्ते तरङ्गाणाम् उपरि किञ्चित् भवति खलु, पूर्वमपि आगतं तत्, तत्र तादृशं विस्तृतं भवति आश्रुते शयनीयपीठे, तत्र उपविश्य कदाचित् शयनीयपीठे इत्युक्ते शेतुमपि तत्र वसतिः अस्ति, तादृशपीठम् उपविश्य कदाचित् अधैव मुखं विदधत्. किमर्थं विदधत् इति अस्ति जानन्ति खलु, तत्र कलयन् इति अस्ति, अवलोकयन् इति अस्ति, परन्तु विदधत् इति अस्ति. किमर्थं दाधातोः धाधातोः तस्मिन् धातुगणे अत् एव भवति, दधत् तथा दधत्. कदाचित् कपोलं करे कलयन्, कदाचित् जालान्तरेण तारकमण्डलम् अवलोकयन् अस्तु, तदपि अभवत्. अनन्तरं किमिति वृषा चिन्तनैः आत्मनैव सान्त्वयन्. मृषा चिन्तनं किमिति इति तत्र अमेरिकादेशे भवति, एकवारम् एवं कुर्वन्ति तत्र कमपि दोषं कुर्वन्ति चेत् जनाः अत्र मध्ये पोस्ट् आफीस् मध्ये वा अथवा बैंक मध्ये वा जनाः कार्यं कुर्वन्ति खलु, तेषां किञ्चित् शीघ्रं गणनकार्यं कर्तुं न शक्यते, तैः किञ्चित् क्लेशम् अनुभवन्ति खलु, कदाचित् दोषं कुर्वन्ति चेत् स्वदण्डं विदधन्ति, ते एव तथा तेषां कपोलेषु ताडनं कुर्वन्ति इति. तथा चिन्तनैः आत्मना एव आत्मानं सान्त्वयन् एवं वृथा चिन्तनं किमर्थं. वृषा इत्युक्ते अनुपयोगी इति, अप्रयोजकचिन्तनं किमर्थं, किमितम् इति, किमर्थम् इति सान्त्वयन्. अनन्तरं अन्ते हे निद्रे कुत इव विद्रुतासि, निद्रामेव सः निन्दति, कुत्र गतवती इति अशान्तिं बिभ्रत्. बिभ्रत् इति पदस्य कस्मिन् धातुगणे अस्ति, धातु तत्र अनन्तरं किं कुर्वन् अस्ति, पार्श्वतः पार्श्वे परिवर्तमानः एकां होराम् अयापयत्. अग्रे विमला भगिनी वा? आम् आं महोदय, पठामि. ततश्च अहः शिववीरकार्येषु असम्पादितम् एकम् अवशिष्यते इति किञ्चित् संस्मृत्य वा संस्मृत्य इव कषया इव ताडितः सपदि उत्थाय मन्दिरपुरोहितः क्व इति कांश्चित् आपृच्छ केनचित् निर्दिष्टमार्गः तस्यामेव वाटिकायां तदेव बालिकया प्रविष्टचरं गृहं प्रविवेश. यत्र सा प्रविष्टवती तत्र एव सः अपि प्रविष्ट किमिति कषया इति जानाति खलु, ताडनस्य कृते भवति अश्वताडने इति अस्ति, अश्वताड विप् विप् विप् अर्थः अवगतः इति. अग्रे पठित्वा वयं विरमामः, विवेकमहोदय भवान् पठति चेत्. तत्र चैकस्मिन् ततः आरभ्य तत्र च एकस्मिन् प्रकाण्डकोष्ठ प्रकाण्ड प्रकाण्डकोष्ठे निरैक्षिष्ट यत् एकस्य अमरकूट एकस्याम् आरकूट एकस्याम् आरकूट आरकूट आरकूट एकस्याम् आरकूट आरकूट दीपिकायाम् आरकूटम् इत्युक्ते पित्तलं लोहः अस्ति खलु ब्रास् तद् आरकूटदीपिकायां प्रदीप एकः ज्वलति प्रदीप एकः ज्वलति कुशकाशासनानि अनेकानि आस्त्रितानि आस्त्रितानि आरक्तवेष्टनेषु बहुशः पुस्तकानि पीठिका अधिष्ठापितानि नागदन्तिकासु धौतवस्त्राणि पट्टाम्बराणि च लम्बन्ते एकस्मिन् शरावे मसीपात्रं लेखनी छुरिका घैरिकम् उपनेत्रं च आयोजितम् अस्ति पर्याप्तं समयः भवति तस्य अर्थं पश्यामः अनन्तरं विरमामः. एकस्मिन् प्रकाण्डकोष्ठे किं किम् आसीत् विस्तारकोष्ठे निरैक्षिष्ट सः दृष्टवान् यत् एकस्याम् आरकूटं आरकूटदीपिकायां तत्र पित्तललोहस्य दीपिका दीपः तत्र एकः दीपः ज्वलति कुशकाश आसनानि अनेकानि आसृतानि इति कुश जानन्ति कुशासनं किमिति काशासनं काश इति अर्थः कः कस्य तत्र एव भवति इति मन्ये संस्कृतमेव दर्शयतु काशासन प्रायः तत् मेट् यद् भवति कुशस्य तदेव अस्ति काशः इत्युक्ते कैण्ड् आफ् ग्रास् यूस्ड् फार् मेट् इति एव अस्तु अस्तु तादृश अनेकानि तत्र विस्तृतानि आसृतानि इत्युक्ते तत्र प्रसृतानि आसीत् आरक्तवेष्टनेषु इत्युक्ते रक्तवर्णीय वस्त्रं तत्र बहुशः पुस्तकानि पीठिकाम् अधिष्ठापितानि पीठिकाम् इति भवितुम् अर्हति तत्र अस्तु नागदन्तिकासु धौतवस्त्राणि नागदन्तम् इत्युक्ते तत्र हुक् हुक् इति वदामः खलु अथवा लोहस्य अपि भवति दारुणा अपि निर्मितं भवति तत्तु पेग् रीत्या भवति तत्र वस्त्राणि तत्र लम्बन्ते धौतवस्त्राणि इत्युक्ते क्षालितवस्त्राणि इति अनन्तरम् एकस्मिन् शरावे शरावः इत्युक्ते किञ्चित् बहु विशालः भवति तादृश किञ्चित् परन्तु निम्नं भवति विशालं भवति बेसिन् रीत्या तत्र एतानि सर्वाणि इति लेखनी छुरिका अनन्तरं मसीपात्रं गैरिकम् इत्युक्ते गिरिसम्बद्धं भवति ओहो लिखित ओ पश्यतु गैरिकम् इत्यस्य अर्थः निरेजर् लिखितस्य शुद्धस्य दूरीकरणार्थम् उपयुक्तं ग्लू इति क्षम्यताम् इरेजर् तदपि गैरिकं गिरेः मध्ये एव लभ्यते इति यतः प्रायः वृक्षेषु एतद् भवति खलु गम् रीत्या तस्यापि इरेजर् रीत्या कुर्वन्ति रब्बर् कुर्वन्ति खलु तेन एव अतः अनन्तरम् उपनेत्रं च आयोजितमस्ति पात्रं तावदेव खलु पठितुम् आं तावदेव अत्र वयं विरमामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः.